पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 77 पार्वत्युवाच विस्तरेण समाचक्ष्व नामार्थपदगौरवम् ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः तद्विष्णो परमं धाम व्यूहभेदास्तथा हरेः निर्वाणाख्याहितत्वेन मम सर्वं सुरेश्वर ईश्वर उवाच सारे वृन्दावने कृष्णं गोपीकोटिभिरावृतं तत्र गङ्गापराशक्तिस्तत्तमानन्दकाननं नाना सुकुसुमामोदसमीरसुरभीकृतं कलिन्दतनया दिव्यतरङ्गरागशीतलं सनकाद्यैर्भागवतैः संसृष्टं मुनिपुङ्गवैः आह्लादिमधुरारवैर्गोवृन्दैरभिमण्डितं रम्यस्रग्भूषणोपेदैर्नृत्यद्भिर्बालकैर्वृतम् तत्र श्रीमान् कल्पतरुर्जाम्बूनद परिच्छदः नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः तस्य मूले रत्नवेदी रत्नदीधिदिदीपिता तत्र त्रयी महीं रत्नसिंहासनमनुत्तमं तत्रासीनं जगन्नाथम् त्रिगुणातीतमव्ययं कोटिचन्द्रप्रतिकाशं कोटिभास्करभास्वरं कोटिकन्दर्पलावण्यं भासयन्तं दिशो दश त्रिनेत्रं द्विभुजं गौरं तप्तजाम्बूनदप्रभं शृष्यमाणमङ्गनाभि सदा मानं च सर्वशः ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतं सदा कूर्णितनेत्राभिर्नृत्यं तीभिर्महोत्सवैः चुम्बन्तीभिर्हसन्तीभिश्लिष्यन्तीभिर्मुहुर्मुहुः अवाप्तगोपीदेहाभिश्रुतिभिः कोटिकोटिभिः तत्पादाम्बुजमाध्विकचित्ताभिपरितो वृतं तासां तु मध्येया दिवी तप्त चामीकरप्रभा द्योतमाना दिश सर्वा कुर्वती विद्युदुज्ज्वलः प्रधानं या भगवती यया सर्वमिदं तदं सृष्टिस्थित्यन्तरूपा या विद्या विद्यात्रयी परा स्वरूपा शक्तिरूपा च मायारूपा च चिन्मयी ब्रह्मविष्णुशिवादीनां देहकारणकारणं चराचरं जगत्सर्वं जन्माया परिरम्भितम् वृन्दावनेश्वरी नाम्ना राधा धात्रानुकारणाद् तमालिङ्ग्य वसन्तं तं मुदा वृन्दावनेश्वरम् अन्योन्यचुम्बनश्रेष्ठमदावेशविकूर्णिदं ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयाद् मन्त्रराजमिमं गुह्यं तस्य मन्त्रं च मन्त्रविद् यो जपे शृणुयाद्वापि समहात्मा सुदुर्लभः राधिं का चित्रलेखा च चन्द्रा मदनसुन्दरी श्रीप्रिया श्रीमधुमदी शशिरेखा हरिप्रिया सुवर्णशोभा सम्मोहा प्रेम रोमाञ्चराचिता वै वर्ण्यस्वेद संयुक्ता भावासक्ता प्रियं वदा सुवर्णमालिनी शान्ता सुरा सरसिका तथा सर्वस्त्री जीवनादिनवत्सला विमलाशया निपीतनामपीयुषा सा राधा परिकीर्तिता सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा मूर्च्छत्प्रेमनदी राधा वरणालोचनाञ्जना मायामात्सर्यसंयुक्ता दानसाम्राज्यजीवना सुरतोत्सवसङ्ग्रामा चित्ररेखा प्रकीर्तिदा गौराङ्गी नादिदीर्घा स सदा वादनतत्परा दैन्यानुरागनटना मूर्च्छा रोमाञ्चविह्वला हरिदक्षिणपार्श्वस्था सर्वमन्त्रप्रिया तथा अनङ्गलोभमाधुर्या च चन्द्रासा परिकीर्तिता सलीलमन्थरगदे मञ्जुमुद्रितलोचना प्रेमधारोज्ज्वलाकीर्णा तलिताञ्चनशोभना कृष्णानुरागरसिका रासध्वनि समुत्सुकाः अहङ्कारसमयुक्ता मुखनिन्दितचन्द्रमाः मधुरालापचतुरा जितेन्द्रियशिरोमणिः सुन्दरस्मितसंयुक्ता सा वै मदनसुन्दरी विविक्तरासरसिका श्यामा श्याममनोहरा प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहिनी जितेन्द्रिया जितक्रोधा सा प्रिया परिकीर्तिता सुताप्तस्वर्णगौराङ्गी लीलागमनसुन्दरी स्मरोद्ध प्रेमरोमाञ्च वैचित्रमधुराकृतिः सुन्दरस्मितसंयुक्तमुखनिन्दितचन्द्रमाः मधुरालापचतुराजितेन्द्रियशिरोमणिः कीर्तिता सा मधुमति प्रेमसाधनतत्परा सम्मोहज्वररोमाञ्च प्रेमधारासमन्विता दानधूलिविनोदा च रासध्वनिमहानडी शशिरेखाजविज्ञया गोपालप्रयसी सदा कृष्णात्मा सोत्तमा श्यामा मधुपिङ्गललोचना तत्पादप्रेमसम्मोहात् क्वचित् पुलकचुम्बिता शिवकुण्डे शिवानन्दा नन्दिनी देहिका तडे रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने देवकी मथुरायां तु जादा मे परमेश्वरी चन्द्रकूडे तथा सीदा विन्ध्ये विन्ध्यनिवासिनी वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे वृन्दावनाधिपत्यं च दत्तं तस्यै प्रसीददा कृष्णे नान्यत्र देवी तु राधा वृन्दावने वने नित्यानन्दतनुशौर्यो शरीरीति भाष्यते वायुअग्निनागभूमिनामङ्गाधिष्ठितदेवता निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः सेन्द्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते तथा कान्तियुधकृष्णकालं मोहयति ध्रुवं न तस्य प्राकृतिमूर्तिर्मेदो मांसास्ति सम्भवा योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः काठिन्यं देवयोगेन करकाकृतयोरिव कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता वृन्दावनरजो वृन्दे तत्र स्युर्विष्णुकोडयः आनन्दकिरणे वृन्दव्याप्तविश्वकलानिधिः गुणात्मदात्मनि यथा जीवस्तत्किरणाङ्गकाः भुजद्वयभृतकृष्णो न कदाचिच्चतुर्भुजः गोप्यैकया वृदस्तत्र परिक्रीडति सर्वदा गोविन्द एव पुरुषो ब्रह्माद्यास्त्रिय एव च तद एव स्वभावोऽयं प्रकृतेर्भाव ईश्वरः पुरुषप्रकृतिश्चाद्यौ राधा वृन्दावनेश्वरौ प्रकृतेर्विकृतं सर्वं विना वृन्दावनेश्वरं समुद्भावेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादि नाशेऽपि न कृष्णविच्युतिः त्रिगुणादिप्रपञ्चोऽयं वृन्दावनविहारिणः ऊर्मी वाब्धे स्तरङ्गस्य यथाब्धिर्नैव जायते नराधिका समानारी न कृष्णसदृशपुमान् वह्यः परं न कैशोरास्वभावप्रकृते परः ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनं श्याममेव परं रूपमादिदेवं परोरसः बाल्यं पञ्चमवर्षान्तं पौगण्ठं दशमावधि अष्टपञ्चककैशोरं सीमा पञ्चदशावधि यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते तद्वयस्तस्य सर्वस्वम् प्रपञ्चमिररद्वयः बाल्यपौखण्डकैशोरं वयो वन्दे मनोहरं बालगोपालगोपालं स्मरगोपालरूपिणं वन्दे मदनगोपालं कैशोराकारमद्भुतं यमाहुर्यौवनोद्भिन्नश्रीमन् मदनमोहनम् अखण्डातुलपीयूष रसानं दमहार्णवं जयति श्रीपदे गूढं वपुः कैशोररूपिणः एकमप्यव्ययं पूर्वं वल्लवीवृन्दमध्यगं ध्यानगम्यं प्रपश्यन्ति रुचिभेदात् पृथक् धियः यन्न केन्दुरुचिर्ब्रह्मध्येयं ब्रह्माधिभिः सुरैः गुणत्रयमधीतं तं वन्दे वृन्दावनेश्वरं वृन्दावनपरित्यागो गोविन्दस्य न विद्यते अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः सुलभं व्रजनारीणां दुर्लभं तन्मुमुक्षूणां तं भजे नन्दसूनुं यन्न कथेजपरं मनुः पार्वत्युवाच भुक्तिमुक्तिस्पृहा यावत् पिशाची हृदि वर्तते तावत् प्रेम सुखस्यात्र कथमभ्युदये भवेद् ईश्वर उवाच साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्तते तत्सर्वं कथयिष्यामि सावधानानि श्यामया स्मृत्वा गुणान् स्मरन्नाम गानं वा मनरञ्जनं बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनमाहात्म्ये पार्वतीशिवसंवादे श्रीकृष्णरूपवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॐ